भागवतपुराणे नवमश्लोकः सूत उवाच प्रीतिशौनकचित्ते ते यतो वच्मि विचार्य च सर्वसिद्धान्तनिष्पन्नम् संसारभयनाशनम् सर्वसिद्धान्तनिष्पन्नम् संसारभयनाशनम् किमपि वदामीति शौनकं प्रति सूतो वदति. पुनश्च दशमश्लोके भक्त्यौघवर्धनं यच्च कृष्णसन्तोषहेतुकं तदहं तेऽभिधास्यामि सावधानतया शृणु. हे शौनक, सावधानतया शृणु, अहं ते अभिधास्यामि, नाम वदामि भक्त्यौघवर्धनं, भक्तिप्रवाहवर्धनं, भक्तिसमूहवर्धनं किमपि कृष्णसन्तोषहेतुकं, कृष्णसन्तोषकरं किमपि वदामि, त्वं सावधानतया शृणु इति वदति.